ओके किञ्चित् पुनरभ्यासम् अहं करोमि प्रथमं, तदनन्तरं भवन्तः वदन्तु कथं अनुबन्धविषये भवन्तः कथं कुर्वन्ति हा ओके अस्माकं हस्ते सप्तसूत्राणि सन्ति हा पश्यामः अत्र अत्र हलन्त्यम् आदिर्निटुडवः इरह इर इत्संज्ञा वाच्या इति वार्तिकमस्ति, तदनन्तरम् उपदेशे जनुनासिक इत् न विभक्तौ तु स्माः शः प्रत्ययः चुटु लशक्व तद्धिते इति सप्तसूत्राणि सन्ति हा तस्ते तेषाम् आधारेण अहं कथं निर्णयं करोमि. प्रथमं तु यत्किमपि आगच्छति तत् उपदेशावस्थायाम् अस्ति वा न तस्य परिशीलनं करोमि ओके. तदनन्तरं द्वितीयं तु किं करोमि, धातु अस्ति वा प्रत्ययः अस्ति, तदस्ति मम द्वितीयकार्यम्. तदनन्तरं तृतीयकार्यं, तत्र तु मल्टिपल् कार्यं भवति. प्रथमं तु आदिमवर्णस्य परिशीलनं करोमि हा, तत्र वर्णसमूहविषयं तु अस्ति, किञ्चित् भ्रमः तत्र भवति. नी टु डु इति वर्णसमूहः, तदनन्तरम् इर् तदपि अस्ति हा पश्यन्तु अत्र आदिर्निटुडवः एतस्य आधारेण नी ओ ग्रेट् नी अथवा टु अथवा डु, इतोपि एकमस्ति अधः इर् वाच्यं, तत्रापि वर्णसमूहः अस्ति, अतः तदपि परिशीलनं कर्तव्यम् इर् हा. एतत् सर्वं प्रथमकार्यं मम मनसि एवम् आगच्छति हा. तदनन्तरं यदा धातु अस्ति तदा तु किमपि समस्या नास्ति, हलन्त्यम् उपदेशे जनुनासिक इत् उपयोगं कृत्वा तदनन्तरम् अन्तिम किं सूत्रं तस्य लोपः करिष्यामि. प्रत्ययः अस्ति चेत् तत्र विभजनं कर्तव्यम्. एकं तु अस्ति किं विभक्तिप्रत्ययः अस्ति वा हा, विभक्तिप्रत्ययः अस्ति अथवा तद्धितप्रत्ययः अस्ति, तद्धितप्रत्ययः अस्ति अथवा अन्य अन्य, एवमहं परिशीलनं करोमि. विभक्तिप्रत्ययः अस्ति चेत् उपरि अस्ति न विभक्तौ तु स्मः, मनसि स्थापनीयं तवर्गीयसकारमकारविषये. तद्धितप्रत्ययः अस्ति चेत् न विभक्तौ तु स्मः न क्षम्यतां हा, लशक्व तद्धिते एतदागच्छति हा. तद्धितप्रत्ययः अस्ति चेत् लशक्व तद्धिते एतस्य उपयोगं न करणीयं हा. अन्य अस्ति चेत् किमपि समस्या नास्ति. तदनन्तरम् प्रथम किम् आदिमवर्णः, उपरि तु वर्णसमूहविषये वयं दृष्टवन्तः, इदानीं वर्णविषये केवलम् एकं वर्णम् एकः वर्णः हा, शः प्रत्ययस्य कृते शकारः लशक्व तद्धिते क्षम्यतां हा चुटु अत्र सम्पूर्णवर्ग च वर्ग च वर्ग ट वर्ग अवगतं किमर्थम् अहम् एवं वदामि अत्र पश्यन्तु टु इति अस्ति अत्र अपि टु अस्ति भ्रमः न भवितव्यं टु अत्र वर्णसमूहः अस्ति अत्र टु यदस्ति टवर्गीयवर्णाः ओके अतः किञ्चित् ध्यानं दातव्यम् अनन्तरम् अग्रिमस्तरः किम् अस्ति मम कृते अहं वदामि हा लशक्व तद्धिते हा वयं तु परिशीलनं पूर्वमेव कृतवन्तः विभक्तिप्रत्ययः अस्ति वा तद्धितप्रत्ययः अस्ति वा अन्य हा तस्य आधारेण लकार अथवा कवर्गीयवर्णाः कवर्ग ओके एवम् अहं परिशीलनं करिष्यामि तदनन्तरं सूत्राणां किम् आधारेण यत्किमपि इत्संज्ञा भवति तस्य इत्संज्ञा कृत्वा अन्तिमभागे तस्य लोपः इति लोपकार्यमपि कर्तव्यं तदनन्तरं यद् अवशिष्टं भवति तस्य आधारेण अग्रिमभागस्य प्रोसेसिङ्ग् आरम्भं करिष्यामि ओके यावत्पर्यन्तं किमपि प्रश्नः अस्ति वा वा सर्वे मौनं तिष्ठन्ति चेत् मम भ्रमः एव भवति न महोदय अवगतं अवगच्छामि ओके ओके मुद्दुलक्ष्मी कमान् भवती नूतना अस्ति न भवती कथं परिशीलनं करिष्यति वदतु स्थरेण अस्तु प्रथमं धातुः वा प्रत्ययः वा यदि द्रष्टव्यं अहं कथं करिष्यामि तदहम् उक्तवती भवती कथं कर्तुम् इच्छति तस्मिन् विषये वदतु हा अस्तु महोदय प्रयत्नं करिष्यामि धातुः वा प्रत्ययः वा इति प्रथमं द्रष्टव्यं प्रत्ययः चेत् विभक्तिप्रत्ययः वा तद्धितप्रत्ययः वा नो चेत् अन्यप्रत्ययः वा इति द्रष्टव्यं तदनन्तरं पदच्छेदं करणीयं पदच्छेदं कृत्वा सूत्राणां एकनिमिषं पदच्छेदं मा वदतु अस्मिन् स्तरे वर्णविच्छेदं अस्तु अस्तु महोदय वर्णविच्छेदं करणीयं क्रमेण सूत्राणां उपयोगं करणीयं तत्र क्रमेण इत्युक्ते कथं वयं क्रमः निर्णयं कुर्मः धातुः अर्थात् विभक्तिप्रत्ययः चेत् सप्त एकम् उदाहरणम् उक्त्वा वदामि वा एवं करोतु उदाहरणस्य अस्तु टिप् इति एकम् उदाहरणं वयं स्वीकुर्मः टिप् विभक्तिप्रत्ययः एव वर्णविच्छेदः करणीयं तकार इकार पकार इति अस्ति सूत्राणां क्रमः हलन्त्यम् इति सूत्रेण प इत्य पकारस्य इत्संज्ञा भवति तस्य लोपः इत्यनेन सूत्रेण पकारस्य इत्संज्ञा लोपः भवति ति इति अन्तिमरूपम् अवशिष्यते अवशिष्यते ओके सम्यक् जया कुत्र अस्ति महोदय भवती कथं निर्णयं करोति प्रथमं उपदेश अवस्थायां दृष्ट्या धातुः अथवा प्रत्ययः निर्णयं कृत्वा प्रत्यय देन् वि हाव् टु सी इफ् इट्स् अ विभक्तिप्रत्यय और् समदर् अदर्वैस् इफ् इट्स् धातु सूत्राणाम् उपयोगं करणीयम् ओके केन क्रमेण लैक् अनुनासिक हलन्त्यं न विभक्तो कुर्मः केन क्रमेण प्रथमं किं करिष्यति धातुविषये अस्माकं हस्ते कति सूत्राणि सन्ति हलन्त्यम् आदिर्निटुडवः तदनन्तरं वाच्यमेकम् अस्ति उपदेश्य उपदेशे जनुनासिक सूत्राणि सन्ति वार्तिकसहितम् ओके न विभक्तौ तु स्मः तत्तु भिन्नम् अस्ति तत्तु विभक्तिविषये अस्ति अतः धातुविषये तस्य किञ्चित् अधिकं समस्या न भवति अत्र क्रमः वदतु धातुविषयः भवती तु धातुविषये उक्तवती अतः क्रमः वदतु धातुविषये क्रमेण सूत्राणि उपयोगं करणीयं परन्तु मम प्रश्नः किम् अस्ति अवगतवती वा केन क्रमेण भवती सूत्राणाम् उपयोगं करिष्यति भ्रमः अस्ति तत्र किञ्चित् नरसिंहन् भवान् तु नूतनः इति भाष्यते अथवा नाम परिवर्तनं कृतवान् वा आङ्ग्लभाषायां वदतुं शक्नोमि प्रथमवारम् आगतवान् प्रथम ओ ओके परन्तु पूर्वं कुत्रापि पठितवान् वा अद्य प्रथमवर्गः एव प्रथमवर्गः हा परन्तु पूर्वं पठनम् अभवत् अस्मिन् विषये व्योम संस्कृतपाठशाला एक तिगन्धप्रक्रिया एतत् क्लास् एतत् स्वरूप महोदयस्य अन्यवर्गे भवान् उपस्थिता आसन् नै प्रथम प्रथमवारम् इत्युक्ते भवान् एकनिमिषं हा अहं दर्शयामि कुत्र अस्ति भवान् धातुगणविषये पठितवान् वा धातुगणपरिचयः गुणः धातु अभ्यासः एतत् सर्वं समाप्तम् अस्मिन् वर्गे भवतः ज्ञानम् अस्ति वा अस्मिन् विषये? एतत् सर्वं ज्ञानं किञ्चित् अस्ति, किञ्चित् ज्ञानमस्ति धातुगणानां विषये. ओके ओके, कथम् अहं करिष्यामि न जानामि. ओके, अतः इत् संज्ञा विषये भवान् जानाति उत्तरं दातुं? एतत् सूत्राणि एतानि सूत्राणि विषये किञ्चित् जानामि. प्रथमं धातु वा धातु अस्ति चेत् हलन्त्यम् उपदेशे जानाति चेत् तस्य लोपः, प्रत्यय अस्ति चेत् विभक्तिप्रत्ययः तद्यप्रत्ययः विभक्ति अस्ति चेत् न विभक्तौ तु स्मः. पुनः वदतु. विभक्ति अस्ति चेत् विभक्तिप्रत्ययः अस्ति चेत् न विभक्तौ तु स्म. तद्धितप्रत्ययः अस्ति चेत् लशक् अस्ति ददौ. सर्वाणि प्रत्ययानि सर्वाणां प्रत्ययानां तु सः प्रत्ययस्य. ओके ओके, क्रमेण सम्यक्तया न अभवत्. अनुसूया अनुसूया अस्ति भगिनि, भवती कथं परिशीलनं करिष्यति वदतु क्रमेण. अहं प्रथमं धातु वा प्रत्यय वा इति पश्यामि. ओके, तदनन्तरं धातु अस्ति चेत् धातवः सूत्रं उपयोगं करिष्यामि. ओके, केन क्रमेण? आदि हलन्त्यं प्रथमः हलन्त्यं पश्यामि, तदनन्तरं आदिर्नि आदि उपदेशे जनुनासिका इत् तत्सूत्रं उपयोगं तत्सूत्रस्य उपयोगं करिष्यामि. इर्स इत्संज्ञा वाचा तदनन्तरम् इत्संज्ञा इर् अस्ति वा इति आदिर्निपुडः हलन्त्यम् आदि एव इर् इत्संज्ञा अस्ति वा इति अहं पश्यामि. इर् संज्ञा अस्ति चेत् इर् इर् संज्ञा इत् भवति इति सूत्रम् उपयोगं करोमि. तदनन्तरं हलन्त्यं पश्यामि, तदनन्तरम् आदिर्निटुडवः इति निडवः इति सूत्रेण आदिः नी टु इति इरपि अस्ति चेत् तस्य इत् संज्ञा करिष्यामि. तदनन्तरम् उपदेशे जननासिका इत् तत् सूत्रम् उपयोगं करोमि. प्रत्यय अस्ति चेत् न भक्तौ तु स्मः. प्रत्ययविषये इदानीं मा वदतु धातु सूत्रेण तत् सूत्रम् उपयोगं कर्तुं शक्नोमि वा पश्यामि. तदनन्तरं तस्य लोपः इति सूत्रेण इत् जे जे इत् संज्ञा अस्ति तान् सर्वान् लोपं करोमि. प्रत्ययः अस्ति चेत् ओके, भवती तु हलन्त्यं त्रिवारम् उक्तवती, इर् विषये न जानामि उक्तवती, परन्तु कथं कस्मिन् स्तरे न ज्ञातवती. आदिर्निटुडवः उपदेशे अनुनासिक इत् सर्वं मिक्स्ड् अस्ति. हा, मम इच्छा अस्ति क्रमेण कथं. हा, भागीरथी भवती वदतु के केन क्रमेण भवति धातुविषये परिशीलनं करिष्यति भागीरथी अस्ति भागीरथी न ओके चन्द्रमती भगिनी अहम् अस्मि भगिनी भागीरथी ओके ओके आगच्छतु चन्द्रमती अनन्तरं हा ओके भगिनी भागीरथी केवलं धातुविषये वदतु केन क्रमेण भवती परिशीलनं करिष्यति अस्माकं हस्ते एते सर्वे सन्ति ओके ओके ओके भगिनि प्रथमं धातु प्रथमं धातोः विभज्यं करणीयम् अनन्तरं सूत्राणां प्रयोगः करणीयं कृत्वा एव निर्णयं करणीयं प्रथमसूत्रम् अज् अनुनासिक इति सूत्रस्य सूत्रस्य प्रयोगं भवति चेत् आम् इति चेत् इत्संज्ञा भवति अच् अच् इत्संज्ञा भवति अनन्तरं तस्य लोपः इत्यनेन तस्य लोपः भवति अच् अनुनासिक सूत्रस्य प्रयोगः नास्ति चेत् अनन्तरं हलन्त्यं वा इति द्रष्टव्यं हलन्त्यम् अन्ते उपदेशस्य अन्ते हलन्त्यं भवति चेत् आं चेत् इत्संज्ञा भवति इत्संज्ञा भवति अनन्तरं तस्य लोपः इति आधारेण इति अनेन तस्य लोपः भवति हलन्तम् इति प्रयोगं नास्ति चेत् अनन्तरम् आदिर् नीटुडवः इति सूत्रं प्रयोगं करणीयम् आं चेत् इत्संज्ञा भवति ओके अनन्तरं तस्य लोपः इत्यनेन तस्य लोपः भवति अनन्तरम् आदिर् नीटुडवः इति सूत्रस्य प्रयोगः नास्ति चेत् अनन्तरम् इत्संज्ञा इत्संज्ञा प्रयोगं करणीयम् आं चेत् इत्संज्ञा भवति अनन्तरं तस्य लोपः भवति प्रश्नः उदेति किमपि अहं त्यक्त्वा अवदत् वा भगिनि न उपयोगं कृत्वा वयं परिशीलनं कुर्मः भवत्याः अभिप्रायः एकमेव सूत्रं वयम् उपयोगं कर्तुं शक्नुमः एकवारं हा इत्युक्ते हलन्त्या उपयोगं कुर्मः चेत् अन्यसूत्राणि तु न उपयोगं कुर्मः ओके भवती किम् उक्तवती उपदेशे जनुनासिक इत् एतस्य अवकाशः अस्ति चेत् तस्य उपयोगः नास्ति चेत् ओके फैन् अन्य किमपि न कर्तव्यं हा तदनन्तरं परिशीलनं हलन्त्यं तस्य उपयोगं नास्ति चेत् अग्रे गच्छामः आदिर्निटुडवः उपयोगम् अस्ति चेत् इर् ओके एव भवत्याः क्रमः आसीत् ओके इदानीं वयं साक्षात् उदाहरणं पश्यामः भगिनि भगिनि हलन्त्यं हलन्त्यम् आदि एव इत्संज्ञा वाचा पश्यतु द्रष्टुं दृष्ट्वम् अस्ति खलु हलन्तं हलन्तम् आदि इर्संज्ञा एव भवति चेत् इर्संज्ञावाचा अपि एवं करणीयं खलु हलन्त्यं कृत्वा तदनन्तरम् इर्संज्ञा अस्ति चेत् प्रथममेव इर्संज्ञा पश्यन्तु खलु किञ्चित् कन्फ्यूषन् अस्ति न तत्र कन्फ्यूजन् नास्ति. हलन्त्यं यदि हलन्त्यम् इरुसंज्ञा अस्ति चेत् इरुसंज्ञा एव इरुसंज्ञा वाचिकमेव उपयोगं करणीयं खलु. तदनन्तरं हलन्त्यं करणीयम् इति अहं सूचयामि, चिन्तयामि. ओके ओके, सम्यक् अस्ति, चिन्तनं सम्यक् अस्ति. भागीरथी दुपचष् हा स्वीकुर्मः. दुपचष् विचष् ओके. भागीरथी, भवत्याः किम् अभिप्रायः? प्रथमं किम् उपदेशेजनुनासिक इत् इत्यनेन किं भविष्यति? अरे भागीरथी, गतवती वा? भगिनी अस्मि. इदानीं साक्षात् उपयोगं कृत्वा वदतु कथं करणीयं दुपचष् इति. भवती धातुविषये उक्तवती न? ओके, इदानीं दुपचष् प्रथमं दुपचष् अच् अनुनासिक अनुनासिक अस्ति वा अस्ति वा इति प्रथमं ओके. नास्ति भगिनि. नास्ति नास्ति. ओके ओके. तदनन्तरं तदनन्तरं हलन्तम् अस्ति वा इति. हलन्तम् अन्ते हल् हल् वर्णः अत्र अस्ति. शकारः अस्ति. शकारः अस्ति. शकारः अस्ति. शकारः शकारस्य इत्संज्ञा भवति. शकारस्य इत्संज्ञा भवति हलन्त्यम् इत्यनेन. ओके. अनन्तरं तस्य लोपः अपि भवति. ओके. अनन्तरं विभक्तौ तुस्माः न अत्र उपयोगं कर्तुं शक्यते. अनन्तरं आदिर् नेटु डवः ड अत्र आदौ डु अत्र अस्ति. डु तस्य इत्संज्ञा भवति. अनन्तरं तस्य लोपः अपि भवति. ओके. अवशिष्टम् अवशिष्टं भागं पच् पच् एकनिमिषं. सूत्रद्वयमेव उपयोगं न उपदेशे न एकनिमिषे न हलन्त्यम् आदिर्निटुडवः उपयुक्तम् अस्ति. ओके, अतः अवशिष्टं किम्? अवशिष्टं पच् अवशिष्टं पच् कथं? हा, प अस्ति. अनन्तरं च अपि अस्ति. ओके ओके ओके. इदानीं परिशीलनं करोतु. एतत् अन्तिमरूपम् अस्ति. अन्तिमरूपं पच अस्ति. पच अस्ति. इम् अस्ति न अम् पच्चं पच्चं कथं? चन्द्रबिन्दु मकारस्य स्थाने नास्ति, अनुस्वार मकारस्य स्थाने अस्ति. चन्द्रबिन्दु अस्ति अत्र. चन्द्रबिन्दु अस्ति अतः विभक्तौ तुस्मः अपि न भवेत्. ओके, इदानीं वर्णविभजनं करोतु. वर्णविभजनं डकारः उकारः न तत्तु ओके तत्तु समाप्तं समस्या नास्ति शकारविषये विषये समस्या नास्ति इदानीं पक्षं यत् अस्ति अस्माकं पकारः चकारः चकारः अम् न ओके सम्पूर्ण च कथम् आगच्छति पच् इति आगच्छति भगिनि पच् इति पच् इदानीं त्यजतु आम् इदानीं अहं किं करोमि पश्यतु मम हस्ते का कः इति अस्ति का कः वर्णविभजनं कथं भविष्यति ककारः आकारः ककारः ककारः विसर्ग विसर्गः नास्ति मय्य विसर्गः अकारः विसर्गसर्गः अस्ति ओके ओके इदानीं ककारः काकः यत् विभजनं कृतमस्ति तत्र ककारः आकारः अभवत् काकः क यदस्ति तत्र ककारः अकारः अभवत् अवगतं यावत् तावत् पर्यन्तम् अवगतं भगिनि अवगतम् इदानीं यदा अहं केवलं क वदामि केवलं क वदामि एतस्य विभजनं भवितुम् अर्हति वा न ककारः अकारः कर्तुं शक्यते अकारः अकारः मेलनेन का भवति एवमेव यदा अहं च वदामि तदा चकारः अकारः च वदामि एतस्य विभजनं कथं भवति चकारः अकारः चकारः इदानीं पश्यतु अहं केवलं च न उक्तवती अहं च अनुस्वारसहितम् उक्तवती तदा किं भवति चम् अच् अच् अच्वर्णः अच् भगिनि अज् अच् अनुनासिक अच् न आ केवलम् आम् वयं पठितवन्तः न अष्टादश भेदाः सन्ति अकारस्य अष्टादश सन्ति इकारस्य आं भगिनि ओके वदतु के के भेदाः अत्र अम् इति अच् अनुनासिक इत् संज्ञा भवति इत् तस्य लोपः इत्यनेन लोपः भवति अतः अवशिष्यं भागं पच् पुनः वदतु अत्र चकार अम् इति अन्ते अम् इति अम् नास्ति महोदय मनसि अस्ति भवती अकारस्य भेदाः वक्तुं शक्नोति वयं तु पठितवन्तः अष्टादशभेदाः सन्ति अष्टादशभेदाः ते के वक्तुं शक्नोति अम् आम् इम् इम् करेक्ट् भगिनि न भगिनि एकनिमिषं कोऽपि अस्ति वा वयं पठितवन्तः न भगिनि पूर्वम् पूर्वतनपाठस्य अहं सम्यक् न पठितवती. पूर्वतनपाठस्य स्मरणं भवितव्यं भवितव्यं भगिनि. उत्तमं भगिनि, अहं करोमि निश्चयेन भगिनि. इदानीं भगिनि अहं वदामि वा? एकनिमिषं. हा, अहं किञ्चित् पश्यामि कुत्रापि अस्ति दृश्यते वा इति. तदा भगिनी यः अहम् अभ्यासवर्गे उक्तवती. वदतु वदतु. अभ्यासवर्गे भवती यद् उक्तवती तद् वदतु. भागीरथी आसीत् वा तस्मिन् समये? न भगिनि, न. अतः अभ्यासवर्गं गच्छति चेत् एतत् सर्वं पुनरभ्यासं भविष्यति. अनुनासिक वा अननुनासिक वा द्विभागम् अस्ति. ह्रस्व अकारः, दीर्घ अकारः, प्लुत अकारः, बोत् इन् बोत् अनुनासिक अननुनासिक अपि. देन् डिपेण्डिङ्ग् आन् द टोन् वट् इस् इट् त्वरित उदात्त उदात्त उदात्त त्वरित अण्ड् अनुदात्त उदात्त स्वरित स्वरित इति भागत्रयम् अस्ति. प्रत्येकस्य अनुनासिकभागः अननुनासिकभागः इति. ह्रस्व अकारस्य तदेव दीर्घ अकारस्य तदेव प्लुत अकारस्य. ओय् भागीरथी, अवगतवती? एतत् सर्वं पुनरभ्यासं कर्तव्यं. किमर्थं? कारणम् अत्र चकारानन्तरं किमस्ति? अकारः अस्ति, अम् नास्ति. ओके, अकारः अस्ति, तदपि अनुनासिक अकारः. इदानीं सूत्रं किम् उपयोगं कर्तुं शक्नुमः? अच् अनुनासिक वर्णस्य इत्संज्ञा भवति. उपदेशे जनुनासिक इति सूत्रेण अकारस्य अपि इत्संज्ञा भविष्यति. तदा वदतु वदतु. तस्य लोपः इत्यनेन तस्य लोपः अपि भवति. तदनन्तरमेव अवशिष्टरूपं पच् इति भवति. पच् इति भवति. सम्यक् अवगतं भगिनि इदानीमेव. अन्य कोऽपि किमपि प्रश्नं प्रष्टुम् इच्छति? किञ्चित् बहु किञ्चित् मन्दं मन्दं वयम् अग्रे गच्छामः. परन्तु सप्तसूत्राणि सन्ति, अष्टमत् तस्य लोपः. एतस्य अवगमनं विना अग्रे बहु बहु कष्टं भविष्यति. अतः एव अहम् अत्र समयं यापयामि. ओके, भागीरथी अवगतवती? चन्द्रमती अवगतवती? भगिनि सम्यक् अवगता इदानीम्. जया महोदय, अग्रे क्रमः अपि किञ्चित् द्रष्टव्यं. कदा किं सूत्रस्य उपयोगं करिष्यामः एतस्य किञ्चित् किं ज्ञानम् आवश्यकम्. कण्णम्मा. नमस्ते, सुप्रभातं भगिनि. सुप्रभातम्. इदानीं साक्षात् उपयोगं कर्तुं शक्नोति? प्रयत्नं करोमि, निष्कासयामि. एतस्य उपयोगं नास्ति. एतत् केवलम् उदाहरणरूपेण कृतवती. ओके, किं वयं तु सुप्रत्ययानां तु प्रोसेसिङ्ग् कृतवन्तः. विकरणप्रत्ययानामपि समाप्तं न विक्रयणप्रत्ययाः? आं भगिनि, अद्य तिङ्प्रत्ययस्य ओके अभ्यासं कुरु. प्रत्ययः कण्णम्मा आगच्छ. एकनिमिषम्, अनिल् अस्ति वा? अनिल् कण्णम्मा अनन्तरम् अनिल् हा चन्द्रमपि अपि अस्ति. ओके, अहं तु स्किप् कृतवती. ओके कण्णम्मा आगच्छतु. टिप् टिप् प्रत्यये हलन्त्यम् इति सूत्रेण पकारः इत्संज्ञा भवति. पकारस्य इत्संज्ञा भवति. हलन्त्यसूत्रेण तस्य लोपः भवति. तिष्ठति. एकनिमिषं, कथं वक्तव्यं तस्य लोपः इति सूत्रेण? तस्य लोपः इति सूत्रेण पकारः इत्संज्ञा लोपः भवति. ओके, अनन्तरं ति अवशिष्यति. ति अवशिष्यति. ओके अस्तु, अवशिष्टरूप अस्माकम् अस्ति. अस्ति अस्ति. ओके अनिल् तस् इति विभक्तिप्रत्ययः. तस् विभक्तिप्रत्ययः. क्षम्यतां क्षम्यतां महोदय, तिङ्गन्त रैट् विभक्ति प्रत्ययः अस्ति. विभक्ति इति इत्युक्ते द्वे अस्ति रैट्? विभक्ति सुप्रत्ययः तिङ्प्रत्ययः द्वयोः नाम विभक्तिप्रत्ययाः. ओके अवगतम्? स्मरणे स्थापयतु. वयं तु जानीमः तिङ्प्रत्ययः क्रियापदविषये अस्ति, परन्तु तद् विभक्तिप्रत्ययः एव. ओके महोदय, सूत्रमस्ति तस्मिन् विषये, कुत्रापि अस्ति अहं न जानामि, परन्तु अस्ति. अत्र तस् एतत् हलन्त्यं कारणेन अप्लिकेबिलिटि अस्ति, परन्तु न विभक्तौ तु स्म कारणेन सकारलोपन इत्संज्ञा न भवति. सकारस्य इत्संज्ञा न भवति, अतः तस् इति तिष्ठति. तस्यैव तिष्ठति. ओके तस्यैव तस्यैव तिष्ठति. अवगतम्? अवगतम्. भ्रमः न कर्तव्यम्. आम् आम् अवगतं महोदय, यु आर् ट्रैङ्ग् टु कन्फ्यूस् मी. तत्तु मम स्वभावः अस्ति. सकारः हलन्त्यम् इत्यनेन इत्संज्ञा भवितुम् अर्हति, परन्तु न विभक्तौ तु स्मः आगत्य रेड् सिग्नल् दर्शयति, वदति अहं किं ऐ एम् सेफ्ड्. ओके, अतः तस्यैव तिष्ठति, तत्र किमपि परिवर्तनं न भवति. इदानीं कस्याः पर्यायः? चन्द्रमती. अस्तु, अत्रापि किमपि नास्ति इति. प्रथमकाले वर्णविभजनं करोतु, तदा ज्ञास्यति किमपि अस्ति वा न. शकारः एव तद् चकारः इकारः अस्ति वा? नकारः एव. इदानीं परिशीलनं करोतु किमपि वर्णस्य उपदेशे जनकाशे अननसिकवर्णः किमपि नास्ति आदिर्णीतु तवः तथापि वर्णसमूहः अपि नास्ति न विभक्तु स्मः अनन्तरम् अलन्त्यम् अलन्त्यं नास्ति आदिर्ज्ञा नास्ति इर् इत्संज्ञा नास्ति तदनन्तरम् उपदेशे जनुनासिक इत् अस्ति वा नास्ति नासिक अच्वर्णः नास्ति ओके विभक्तिप्रत्ययः अस्ति वा प्रत्ययस्य नास्ति एतत् हि यदस्ति तत् विभक्तिप्रत्ययः अस्ति वा कथितप्रत्ययः अस्ति वा अन्य विभक्तिप्रत्ययः विभक्तिप्रत्ययः विभक्तिप्रत्ययः अस्ति चेत् के के वर्णाः प्रोटेक्टेड् वर्णाः सन्ति वर्गीयव्यञ्जनानि अनन्तरं सकारः मकारः सवर्गीय सकारः मकारः मकारः अत्र किमपि सकारः नास्ति मकारः नास्ति सवर्गीयवर्णः अपि नास्ति ओके अतः न विभक्तौ तु स्मः उपयोगं नास्ति अशक्व तद्धिति अशक्व तद्धिति लकारः शकारः सवर्गीयव्यञ्जनानि एतदपि अत्र नास्ति तत् कवर्गीय अस्ति वा न अतः लशक्व तद्धिति अपि निष्कासयामः तदनन्तरं किमस्ति चुटु चुटु के वर्णः चवर्गीय टवर्गीय व्यञ्जनानि अत्र चवर्गः अस्ति च छ चवर्गीय अस्ति न च छ ज झ ञ अतः किं करणीयं झकारस्य इत्संज्ञा संज्ञा अनन्तरम् इकारः एव अवशिष्यते एकनिमिषम् एकनिमिषम् इत्संज्ञस्य लोपगैसूत्रेण अनन्तरं किम् अवशिष्यते लोपः भवति अनन्तरं इकारः अवशिष्यते इकारः एव अवशिष्टं भवति इदानीं कर्तव्यं प्रत्ययसूत्रस्य विषये ज्ञानं भवितव्यं कथम् उपयोगं कर्तव्यं तदपि परिशीलनं कर्तव्यम् उपयोगं कृत्वा कृत्वा एव एतत् आगच्छति ओके स्पष्टाब्धि किमपि नास्ति इति मनसि आगच्छति परन्तु वर्णविभजनं कुर्मः चेत् तदनन्तरं प्रतिसूत्रस्य परिशीलनं कुर्मः चेत् प्रतिपि आगच्छति भगिनि सर्वत्र स्टेप् वैस् एव करणीयं वा झि इत्युक्ते चुटु इति सूत्रेण जकारस्य इत्संज्ञा भवति इति स्ट्रेट् अवे न वदनीयं वा भवत्याः इच्छानुगुणं भवती कर्तुं शक्नोति परन्तु अत्र तु शुद्धमेव खलु सर्वं परिशीलनं कृत्वा अग्रे गच्छामि इदानीं कस्याः पर्यायः धन्यवादः चन्द्रमती भवती समापितवती न आम् धन्यवादः अवगमनं सम्यक् अस्ति बहु सम्यक् अहं विस्मृतवती इच्छाकार इति अहमपि कर्तुम् इच्छामि भगिनि भवत्याः पर्यायः अनन्तरम् आगच्छति ओके अहं किञ्चित् क्रमेण गच्छामि महोदय अस्तु महोदय नमस्ते महोदय सर्वमङ्गल किं प्रश्नमस्ति प्रश्नमस्ति I don't know whether I shall ask that G means J E. That E is Achvarna, अचुवर्णः देन् देन् उपदेशे अच् अनुनासिका वि केन् डु नो हा परन्तु अत्र अनुनासिक इकारः अस्ति वा अननुनासिक इकारः अस्ति अननुनासिक अननुनासिक अतः एतस्य संज्ञा न भवति उपदेश तत्र यत् वयं दृष्टवन्तः उपचष्यदस्ति तत्र वयं किं दृष्टवन्तः पच् धातोः पच् धातु कथम् आगतम् अत्र अकारः यत् अस्ति दुपच् अत्र पश्यतु च यदस्ति चकार अकार अत्र अकारः अनुनासिक अकारः अस्ति अतः तस्य उपदेशे जनुनासिक इत्यनेन संज्ञा भवित् अर्हति परन्तु अत्र यदस्ति अस्माकं हस्ते अननुनासिक हि यदस्ति अत्र ई यदस्ति तत्तु अननुनासिक ई अस्ति अतः तस्य लोपः न भवति धन्यवादः ओके इदानीं पूर्णिमा सिप् वदतु आमं सिप् अत्र हलन्तम् इति सूत्रप्रकारेण प्रकारस्य इच्छन्न भवितुं शक्यते परन्तु नविभक्तौ सारि न हलन्त्यं नविभक्तौ तु स्मः इति कारणेन धन पकारस्य इच्छन् भवति नविभक्तौ तु स्मः भगिनि निर्णयं करोतु पकारस्य इत्संज्ञा भविष्यति वा न भविष्यति भविष्यति किमर्थं तवर्ग तवर्ग सु एव न विभक्तौ तु स्मः नो चेत् पकारस्य इत्संज्ञा भवति सि एव तिष्ठति इत्युक्ते न विभक्तौ तु स्मः एतस्य अवकाशः एव नास्ति ओके किमर्थं तवर्गीय नास्ति स इति अपि नास्ति तदर्थं पकारस्य इत्संज्ञा न भवति सम्यक्तया वदतु तवर्गीय नास्ति सकारः नास्ति मकारः नास्ति ओके एतत् पकारः मकारः नास्ति तत्र न आगच्छति बाधकसूत्रः अस्ति सूत्रम् अस्ति परन्तु तस्य उपयोगं नास्ति ओके इदानीम् अवशिष्टरूपं किं सि विषये किमपि अस्ति सि एव अवशिष्यते सि अवशिष्यते सम्पूर्णतया अथवा तत्रापि संज्ञकवर्णः अस्ति नास्ति नास्ति ओके इदानीं नरसिंहन् हलन्त्यम् इत्यनेन सवर्गः इत्संज्ञा कस्य इत्संज्ञा सकारः सकारः सकारस्य इत्संज्ञा कस्य लोप इत्यनेन सवर्गः सवर्ण सारि वर्ग कुत्र अस्ति भवान् उक्तवान् न सकार वर्ग कुत्र कुत्र अस्ति तत्र तस्य लोप इत्यनेन सकारः लोप अवशिष्टरूपं किम् सकार फकार केवलं फकार केवलं फकार अकार अकार ओके इदानीम् इदानीं रूपल् आगच्छतु भवती अपि एतदेव परिशीलनं करोतु अत्र सहस्र भगिनी विभक्तिप्रत्ययः अस्ति खलु विभक्तिप्रत्ययः अस्ति अतः सकारस्य लोपः भवति सकारस्य लोपः न भवति खलु विभक्तिस्मा इति सूत्रेण स्मः इति सूत्रेण लोपकार्यं न भवितुम् अर्हति नरसिंहन् अवगतम् अतः अवशिष्टरूपं किं तस्यैव तत्र परिवर्तनं न भवति नरसिंहन् अतः एव प्रथमकार्यं किं कर्तव्यं हलन्त्यं यदस्ति तस्य उपयोगात् पूर्वं प्रथमं निर्णयं कर्तव्यम् एतत् उपदेश अवस्थायाम् अस्ति धातुः अस्ति वा प्रत्ययः अस्ति प्रत्ययः अस्ति चेत् विभक्तिप्रत्ययः अस्ति तद्धितप्रत्ययः अस्ति वा अन्य किमपि प्रत्ययः अस्ति अत्र तु साक्षात् उत्तरमस्ति विभक्तिप्रत्ययः अतः न विभक्तौ तु स्मः आगच्छति अत्र सिप् अस्ति अत्रापि न विभक्तौ तु स्मः एतस्य अवकाशः अस्ति परन्तु पकारः अस्ति न विभक्तौ तु स्मः केवलं सकारमकार तव वर्गीयवर्णानां कृते बाधकः अस्ति पकारस्य कृते नास्ति उपयोगं हलन्त्यम् एतस्य कर्तुं शक्नुमः परन्तु अत्र तु सा अस्ति स तु प्रोटेक्टेड् वेरैटि अस्ति हा एण्डेञ्जर्ड् सरस्वती अग्रिमा इदानीं केवलं थ विभक्तिप्रत्यय अस्ति तत्र अनुनासिक अच्वर्ण नास्ति हलन्त्यं हलन्त्यम् अपि तत्र आदौ तकार तवर्गीयस्य तकारः अस्ति सो न विभक्तो तु स्मः सो तावर्ग्यव्यञ्जनं न संख्या न भवति अतः त एव तिष्ठति ह एव तिष्ठति सम्यक् इत्युक्ते कोऽपि सूत्रस्य उपयोगं कर्तुं न शक्नुमः पश्यतु हलन्त्यं यदस्ति तत्र हल्वर्णः नास्ति आदिर्निचुडवः नी नास्ति तु नास्ति डु नास्ति इर इत्संज्ञा इर् नास्ति उपदेशे अनुनासिक इत् अनुनासिक अच्वर्णः नास्ति ठ यदस्ति ठकार अकार अकार यदस्ति अनुनासिक अकारः नास्ति न विभक्तौ तु स्मः तवर्ग्यवर्णः नास्ति न एकनिमिषं न विभक्तौ तु स्मः तत्र तु हल्वर्णः एव नास्ति अतः न विभक्तौ तु स्मः एतस्य उपयोगमेव न भवति ओके शः प्रत्ययस्य शकारः आदिमवर्णः नास्ति चुटु च वर्गीयवर्णः नास्ति तवर्गीयवर्णः नास्ति दशक्वतद्धिते न नास्ति च नास्ति तवर्गीयवर्णः नास्ति अतः लोपकार्यान् कार्यकृते वर्णः एव नास्ति चेत् वयं किं कुर्मः हकारः एव स्वीकुर्मः ओके परिशीलनम् एवं कर्तव्यं हा ओके सरस्वती अनन्तरं सर्वमङ्गला धातु वा विभक्तिप्रत्ययः वा इति जानन्ति चेत् विभक्तिप्रत्ययः वर्णच्छेदः भवेत् इति मकारः इकारः पकारः मकारः मकारः इकारः पकारः पकारः पकारः हलन्त्यम् इति सूत्रेण अन्ते हल् वर्णस्य चेत् पकारः इत्संज्ञा भवति पकारः तस्य लोप इत्यनेन पकारः लोपः भवति अननुनासिकः अननुनासिकः भवति तदर्थं मि एव अवशिष्यति अनुनासिकः नास्ति अत्र अननुनासिकः अस्ति अतः मि एव अवशिष्यते के इदानीं कस्याः पर्यायं वा सीतालक्ष्मी वस् वस् विभक्तिप्रत्ययः पद वकार अकार सकार सकार सकार अलङ्क्य अलङ्क्यम् इति सूत्रेण इत्संज्ञा भवति परन्तु ना विभक्तौ तु स्मः इति सूत्रेण बाधकः भवति भवति इत्संज्ञा न भवति हलन्त्यसूत्रेण इत्संज्ञा भवति अवकाशमस्ति अवकाश परन्तु न विभक्तौ तु स्मः इति सूत्रेण न भवति सः सकार न भवति वस् एव तिष्ठति वस् एव तिष्ठति सम्यक् इदानीं सुब्रह्मण्यं न ओके भवान् तिष्ठतु उषा उषा मस् महोदय नमस्कारः नमस्कारः तिङ् प्रत्ययः मस् तिङ् प्रत्ययः मकारः अकारः सकारः सकारः अलन्त्यं सूत्रम् अवकाशम् अस्ति परन्तु न विभक्तौ तु स्माः इति सूत्रेण न इत्संज्ञा न भवति सकारः रक्षितः ओके अतः मत् अवशिष्यते मास् एव अवशिष्यते ओके ओके आम् इदानीं इदानीं पुनः आगमनं करोतु उपरि अनसूया न एकनिमिषम् अनिल् अनन्तरम् अनसूया आगच्छति ओके अनिल् प्रथमम् अनन्तरम् अनसूया आम् आं महोदय सा विषये वदतु ता अपि विभक्ति विभक्तिकृते अस्ति अस्ति त इत्युक्ते तकार प्लस् अकार ओके अत्र उपदेशे अच अनुनासिका अच अनुनासिका अच नास्ति अलङ्कम् अपि नास्ति आदिनुटुडव अपि नास्ति इरपि नास्ति सकारः नास्ति चुटु नास्ति नास्ति कोऽपि कोऽपि कोऽपि नास्ति अत्र अतः त इति तिष्ठते स एव तिष्ठति ओके अनुसूया भगिनि मम पर्यायः एव न आगतः कस्याः पर्यायः न आगतः रूपल् रूपल् ओ क्षम्यतां क्षम्यतां भवती करोतु आताम् अहं प्रयत्नं करोमि. अत्र आ अधिक तकारः अधिक आकारः अधिकम् अकारः एतदस्ति वर्णविभक्तिः. ओके अग्रे अत्र प्रथमं हलन्त्यम् इत्यस्य अवकाशः दृश्यते परन्तु एतद् विभक्तिप्रत्ययः विभक्तौ स्मः अन्ते मकारः अस्ति तर्हि तस्य हलन्तमिति सूत्रेण हितसंज्ञा न भविष्यति. उपदेशस्य अनुनासिक इत अपि न कर्तुं शक्यते. अनुनासिकवर्णः एव नास्ति. अनुनासिक अचुवर्णः नास्ति. आ यदस्ति आ द्वयमस्ति परन्तु अनुनासिकः नास्ति. अनुनासिक नास्ति तस्य अपि अवकाशः नास्ति. प्रत्ययस्यापि अवकाशः नास्ति. चूटु अपि न अत्र प्रयुज्यते. तर्हि एतदेव न शक्व तद्धिते तस्य कार्यं न दृश्यते. अत्र किं स्वीकुर्मः अन्तिमरूपम् एव. ओके अत्र किमपि न गच्छति परिवर्तनं न भवति एवमेव तिष्ठति तदेव तिष्ठति. ओके कारणं मकारः यस्य हलन्त्यम् इत्यनेन इत्संज्ञा भवितुम् अर्हति अवकाशः अस्ति न विभक्तौ तु स्मः आगत्य मकारस्य रक्षणं करोति. ओके ओके अनुसूया भवती करोतु झ विषये. झ प्रत्ययः अस्ति विभक्तिप्रत्ययः अस्ति वर्णविच्छेदनं झ झकारः जकारः अकारः झकारः झकारः अकारः अत्र हलन्त्यम् उपयोगं नास्ति. हलन्त्यमेव नास्ति. इरसंज्ञा अपि नास्ति. विभक्ति विभक्तौ तु स्म अपि उपयोगं नास्ति. आदि उपदेशे षण्णासिका अपि न कर्तुं शक्यते. आदिमितुडवः अपि आदिः नी नास्ति. टकारः नास्ति. डकारः नास्ति. डु नास्ति. अतः तदपि उपयोगं नास्ति. शः प्रत्ययस्य प्रत्ययः अस्ति. अतः प्रत्ययस्य सूत्राणि परिशील्य शः प्रत्ययः श नास्ति. लसत् तद्विदिते तत्र श ल श कवर्गः न कवर्गः अपि नास्ति. अतः चुटु इत्येन चकारस्य झ अस्ति. अतः चुटु इति सूत्रेण झकारस्य इति भवति. तस्य लोपः इति सूत्रेण तस्य लोपः भवति. अकारः एव तिष्ठति. अकारः एव तिष्ठति. बहु सम्यक्. एवं सर्वं कुर्वन्ति चेत् स्मरणे अपि भविष्यति. कथं वदनीयम् इति अहं न जानामि. दृष्ट्वा दृष्ट्वा एव पश्यतु. आरम्भशीलनं कुर्मः चेत् अस्माकं कृते उपयोगी भवति. ओके वयं प्रथमवारं स्मरणं पठनं कुर्मः. सर्वे नियमः स्मरणीयम् परिशीलनं पदे पदे उपयोगं कृत्वा तस्य सूत्राणि सर्वे स्मरणे तिष्ठति कारणम् अनुबन्धसूत्राणि बहु किम् उपयोगि सन्ति अनुबन्धसूत्राणि इत्युक्ते का सूत्राणि पठितवन्तः पश्यतु अवलीयमस्माकं सप्तसूत्राणाम् आवली अस्ति हलन्त्यम् आदिर्निटु मम एतान् सर्वान् मम न अवगतम् ऐ काण्ट् गेट् आल् दीस् थिङ्ग् ऐ डोण्ट् गेट् आल् दीस् थिङ्ग्स् मेडम् यु आर् सेण्डिङ्ग् इट् नो बट् ऐ एम् नाट् गेटिङ्ग् ओन्ली कथं भवत्याः नाम गणे नास्ति वा अहं न जानामि गणे अस्ति वा भवती अस्मिन् वर्गे कथम् आगच्छति भवती भवत्याः गणस्य नाम किं जानाति वा पञ्चम वा पूर्णिमा वाट्सप् गणः नास्ति अस्य भगिनी करपत्रमेव वाट्सप् गणः नास्ति खलु भगिनि केवल करपत्रमेव करपत्रम् अनुसृत्य भवती करपत्रं प्राप्नोति करपत्रम् इत्युक्ते ईमेल् प्राप्नोति वा ईमेल् अहं पश्यामि अत्र ईमेल् मध्ये सर्वं स्थापितम् अस्ति हा अटाच्मेण्ट् इति वर्ड् डाक्युमेण्ट् अस्ति तत्र एतत् सर्वम् अस्ति ओके करपत्रं करपत्रं तु सैट् मध्ये अस्ति हा अहं करपत्रं न प्रेषयामि अहं केवलं लिङ्क् प्रेषयामि करपत्रं नास्ति भगिनि अन्ते भगिनि सर्वे गणानां समान करपत्रं विश्ववाक्षा अस्ति खलु तदेव करपत्रं किञ्चित् अन्य कोऽपि न प्रेषयति भगिनि तदेव वयं परिशीलनं कुर्मः परन्तु अस्माकं कृते एक वर्ड् डाक्युमेण्ट् यदस्ति न तत्तु अहं प्रेषितवती एतत् सर्वं तत्र त्रि सेक्षन् संस्य भगिनि त्रि सेक्षन् मीनाक्षी अहं प्राप्नोमि अधः पश्यतु अटाच्मेण्ट् अस्ति तत्र अस्ति सर्वम् एतत् सर्वं अनन्तरं पश्यामि एतत् सर्वं तत्र अस्ति ओके धन्यवादः इदानीं ओके कस्याः पर्यायः इदानीं वदतु भागीरथी अस्ति वा न अस्मि भगिनि ओके अस्मि ओके थास् विषये वदतु तास् तास् इति विभक्तिप्रत्ययः अस्ति अत्र उपदेशे अज अनुनासिक इति सूत्रस्य प्रयोगं कर्तुं न शक्यते प्रयोगस्य अवकाशः नास्ति अनन्तरं हलन्त्यम् अन्ते उपदेशे अन्त्यं हल् इति वर्णः इत्संज्ञा भवति परन्तु अत्र विभक्तौ न विभक्तौ तु स्मः इति सूत्रस्य बाधकसूत्रस्य आधारेण सकारः तिष्ठति सकारस्य इत्संज्ञा न भवति अतः तिष्ठति अनन्तरम् आदिर्नीटूडवः शः प्रत्ययस्य उपदेशे प्रत्ययस्य आदिः शः अस्ति चेदपि नास्ति अत्र चुटु उपदेशे प्रत्ययस्य आदिः चुटु न भवति अतः इत्संज्ञा न भवति लषक्व तत्तिदे उपदेशे प्रत्ययस्य आदिः लकारः वा षकारः वा कुकारः वा अतद्धिते वा न अस्ति सवर्गीयवर्णाः ओ लषक्व तत्तिदे लश लकार शकार कवर्गीयवर्णाः ओके कवर्गीयवर्णः अस्ति. अत्र तिते नास्ति, अत्र इत्संज्ञा भवति, तकारः इत्संज्ञा भवति. अनन्तरं लषट्पतिते इत्संज्ञा भवति, अनन्तरं तस्य लोपः इति सूत्रस्य आधारेण तस्य लोपः भवति, अतः अवशिष्टं भागम् आस् इति. ओके, अवगतम्. इदानीं थकारस्य तत्र था कथं भवति? तकारः, तकारः अस्ति किल, लश लश कु लश कु अतद्धित. एकनिमिषं, हा, लश कु थ यदस्ति तत् कवर्गीयवर्णः अस्ति वा? कवर्गीयवर्णः नास्ति भगिनि, इट् इस् तकारः. लषक्व तत्तिते अपि सूत्रस्य अवकाशः नास्ति, अतः अवशिष्यं भागं तास् इति. सेव अवशिष्यते, सेव अवशिष्यते. आं भगिनि, क्षम्यताम्. आं भगिनि. ओके, मम अपि भ्रमः अभवत्. भगिनि बहु सम्यक् अवगतम् इति कारणेन अहं दोषेण वदामि, दोषसहितं वदामि. दोषसहितम् अनन्तरं दोषनिवारणमपि भवति. हा, उत्तमं भगिनि, थेङ्क् यू. चन्द्रमती अग्रिमं पत् पश्यतु. आथ अत्र अपि अन्तो हल् वर्णः मकारः अस्ति, किन्तु न विभक्तो तुस्माः इति बाधकसूत्रमस्ति, अतः मकारस्य इच्छा न भवति. अनन्तरम् आकारः अनुनासिकः नास्ति, अननुनासिकः एव. अन्यत् किमपि विसर्जकः वर्णः अत्र नास्ति, अतः आधाम् एव अवशिष्यते. आधामेव अवशिष्यते. ओके, जया. ध्वं, ध्वं प्रत्ययस्य न विभक्तो तुस्माः मकारः भवति, मकारः अस्ति, न विभक्तो तुस्माः, ध्वं स्टेस् आस् इस्, परिवर्तनं न भवति. क्रमेण वदतु, न विभक्तो तुस्माः त्रिवारं वदति, परन्तु किमर्थं वदति, कारणं वदतु. आमां, प्रथमम् अनुनासिक अच अनुनासिक इति न भवति. हलन्त्यं अस्ति अन्ते, हलन्त्यम् अस्ति, किन्तु न विभक्तो तुस्माः सूत्रम् उपयोगं कारणेन परिवर्तनं न भवति. अतः ध्वं न परिवर्तनं, ध्वं ध्वं ध्वमेव तिष्ठति, अवशिष्यते. के अवगतम्? धकारविषये किमपि अस्ति वा? कुत्रापि अस्ति धकारः? धकारः किमपि सूत्रमस्ति तस्मिन् विषये? परिशीलनं करोतु. अलङ्क्यम् इत्यस्य परिशीलनम् अभवत्, तदनन्तरं वयं पठितवन्तः न विभक्तौ तुस्माः, तत् समाप्तम्. आधिर्निटुडवः निटुडु अनन्तरम् इर् अपि नास्ति नास्ति शः प्रत्यय अपि नास्ति चुटु अपि नास्ति अनन्तरं चुटु चुटु अपि चुड् च वर्ग वर्ग अपि च वर्ग कस्मिन् वर्गे आगच्छति तवर्ग तवर्गे आगच्छति दशक्वतद्धिते एतस्य उपयोगमस्ति लकार शकार क वर्गे व्यञ्जनानि ध्वमेव तिष्ठति ध्वमेव तिष्ठति एवं परिशीलनं कर्तव्यं हा तदेव उक्तवती सर्वं सर्वं परिशीलनं कर्तव्यं तदा एव अन्तिमनिर्णयः वयं कर्तुं शक्नुमः इट् इट् तिङ् प्रत्ययः विभक्तिप्रत्ययः अस्ति तत्र इट् इट् संज्ञा अस्ति इट् संज्ञा अस्ति विभक्तो टकारः टकारः इत् संज्ञा अस्ति न विभक्तो तुस्माः इति सूत्रेण तवर्गीयवर्णः निषेधः अस्ति इत् संज्ञा सूत्रे निषेधः अस्ति अत्र तत् सूत्रस्य अवकाशः अवकाशः नास्ति तत् एवं तकारः इत्संज्ञा भवितुम् अर्ह भविष्यति अनन्तरं तस्य लोपः इति सूत्रेण तस्य लोपः भवति अनन्तरम् इ इति अवशिष्यति बहु सम्यक् भगिनी चुटु इति न वक्तवती खलु चुटु वक्तव्यं किमर्थं चुटु चुटु सूत्रस्य विषये प्रथम चुटु न प्रथम प्रथम आदि आदिवर्णः भवितुम् अर्हति अन्तिमवर्ण न चुटु विषये आदिमवर्णः चवर्गीय तवर्गीय भवितव्यम् अत्र तु अन्तिम अस्ति हलन्तवर्णः अस्ति अत्र हलन्तम् एतस्य अवकाशः अस्ति चुटु एतस्य अवकाशः नास्ति ओके महोदय चुटु एव खलु चुटु आदि नास्ति चुटु कुत्रापि भवेत् गच्छति खलु ओ ओके चुटु विषये परिचय तदेव चुटु सा न उक्तवती अत्र चुटु एव भगिनि पुनः वदतु चुटु कथं चवर्ग टवर्ग परन्तु आदिमवर्णः अस्ति वा न भगिनि चुटु मध्ये आदिम कुत्र अस्ति चुटु एव अस्ति चुटु कुत्रापि भवेत् न न प्रत्ययस्य आदौ चवर्गीय अथवा टवर्गीय वर्णः भवति चेत् तस्य वर्णस्य टकार कथं गच्छति किं सूत्रेण गच्छति टकार इस् नाट् गोयिङ्ग् हलन्त्यं हलन्त्यं हलन्त्यं न विभक्तौ तु स्मः हलन्त्यं हलन्त्यम् इति टकारः निषेधः भवति टकारः न भवतः टकारः हलन्त्यं ओ चुटु आदि एव भवेत् वा चुटु मध्ये आदि एव भवेत् वा भगिनि अस्तु भगिनि अस्तु भगिनि ओके समाधानं प्रथमं आदिवर्णः भवति चवर्गीय अथवा टवर्गीय पुनः पश्यतु क करपत्रं हा तत्र दत्तम् अस्ति चुटु विषये. ओके, कुत्र अस्ति चुटु? अरे उपदेशे प्रत्ययस्य आदिः चुटु, चुटु इतौ. तर्हि भगिनी द्विवचनमस्ति इति कारणेन तु दीर्घ उकारः दृश्यते वा? हा हा चुटु पश्यतु. न एकनिमिषं, चुटु कुत्र अस्ति? हा हा अत्र अस्ति, च छ ज झ ञ अथवा टठ ड ड ण. ओके, द्वयोः मेलनेन द्विवचनं भवति, अतः त तु यदस्ति तत्तु गुरु इव, गुरुः गुरु गुरवः. ओके, अतः चुटु चुटु चुटु चुटवः एवं भवति. ओके, पूर्णिमा, आदिमवर्णः प्रत्ययस्य आदौ च वर्गीय अथवा त वर्गीय प्रथमकार्यम्. अतः सम्भ्रमः वर्णः नास्ति. सम्यक्तया शृणोतु प्रथमं, हा मध्ये मध्ये मा वदतु. तदनन्तरं यत् परिशीलनं कण्णम्मा कृतवती तत् अन्तिमवर्णस्य परिशीलनं कृतवती. ओके, तदस्ति त, तकारः. तकारः इत् यदस्ति एतत्तु विभक्तिप्रत्ययः अस्ति, अतः न विभक्तौ तु स्माः आगन्तुं शक्यते, परन्तु न विभक्तौ तु स्माः कृते तवर्गीयवर्णः मकारः सकारः रक्षिताः भवन्ति. परन्तु अत्र तु मकारः सकारः तवर्गीय नास्ति, तकारः अस्ति, एतत् तु रक्षितः नास्ति. अतः एतस्य हलन्त्यम् इत्यनेन इत्संज्ञा भूत्वा तस्य लोपः इत्यनेन लोपकार्यमपि भवति, अवशिष्टरूपं भवति इ. अवगतम्? अवगतं भगिनि, अवगतम्. हा ओके, समयः जातः, समापयामः अथवा? महोदय अहं वदनीयम् एकम्. ओके, किं प्रत्ययद्वयम् अस्ति, समापयित्वा अग्रे ऐ मीन् वर्गं समापयामः, तदपि शक्यं, हा कारणं तदनन्तरम् अग्रिम अवसरे धातुविषये वयं पश्यामः. उत्तुलक्ष्मी वदतु. अस्तु महोदय, वही धातुः वा प्रत्ययः वा इति द्रष्टव्यं. प्रत्ययः एव विभक्तिप्रत्ययः, वर्णविच्छेदः, वकारः अकारः इकारः, उपदेशे अनुनासिक न, अतः न हकारः इकारः, क्षम्यतां, वकारः वकारः इकारः. हलन्त्यं नास्ति, अतः बाधकसूत्रमपि न उपयोगं भवति तत्र. आदिर्मुख्युद्धटवः नास्ति, शः प्रत्यय नास्ति, चुटु नास्ति, लशक्वतिथे अपि नास्ति, अतः कोऽपि इति अवकाशः नास्ति, अतः वहि इति रूपम् अवशिष्यते. वहि एव अवशिष्यते. ओके, अन्तिमं महिं कः करोति? कस्याः पर्याय? नरसिंह कथम् इच्छति? महिं समापयामः. विभक्तिप्रत्यय अस्ति, नवभक्तौ तु स्म उपयोगं निषेध. मकारस्य इत्संज्ञा न भवति. मकारस्य एकनिमिषं, कस्य इत्संज्ञा न भवति? ओके, इन् इत्संज्ञा नित्संज्ञा हलान्त्यम् इत्यनेन नकारस्य मकारस्य नित्संज्ञा न भवति न भवति किमर्थं नवविभक्तौ तु स्मः आपस्मि दक्षिण नवविभक्तौ तु स्मः किं वदति के के वर्णाः रक्षिताः अस्तु तवर्ग विभक्तौ तु तवर्ग सकार मकार सो म इत्संज्ञा न भवति एतत् कारणात् समः महि न विभक्तौ तु स्मः तत्र के के वर्णाः आगच्छन्ति रक्षिताः वर्णाः महोदय भवान् भवान् भवत्या पर्याय हलन्त्यम् अपि भ्रम अस्ति पुनः आस्किम् आस्किम् हलन्त्यं फस्ट् हलन्त्यं वदतु अस्ति इङ्ग्लिश् नाट् प्रोटेक्टेड् बै एनिथिङ्ग् सो इङ्ग्लिश् हल् वर्णः अस्ति वा नास्ति हल् वर्णः अस्ति हल् वर्णः अस्ति अतः हलन्त्यम् एतस्य उपयोगम् अवकाशः अस्ति हा इदानीम् अग्रे तस्य लोपः इत्यनेन तत्पूर्वं महि यदस्ति तत् प्रत्ययः अस्ति किं प्रत्ययः अस्ति कः प्रत्ययः अस्ति विभक्तिप्रत्ययः अतः विभक्तिप्रत्ययः बाधकसूत्रं किम् बाधकसूत्रं किं विभक्तिप्रत्ययविषये न विभक्तौ तु स्मः न विभक्तौ तु स्मः अतः न विभक्तौ तु स्मः एतेन के के वर्णाः रक्षिताः अनिल् भवान् वदतु रक्षितवर्णाः रक्षितवर्णः तु इत्युक्ते तवर्गीय सकार मकार नकार यदस्ति तत् सवर्गीयवर्णः अस्ति वा नरसिंहन् वदतु सः हलन्त्यम् एतस्य उपयोगं कर्तुं शक्यते वा न महोदय न यदस्ति कस्मिन् वर्गे अस्ति सवर्गे अस्ति वा कवर्गीया टवर्गीया तठ डण टवर्गीया तथ डण टवर्गीया पप भम पवर्गीया कवर्गीय अतः हलन्त्यम् एतस्य उपयोगं शक्यते वा न शक्यते शक्यते हलन्त्यम् एतस्य उपयोगं कृत्वा इत्संज्ञा कुर्वः तदनन्तरं किं सूत्रम् उपयोगं कर्तव्यम् हलन्त्यम् उपदेशे अनुनासि ओ अच्छा अच्छा ओके अत्र उपदेशे अनुनासिक परिशीलनं करोतु ओके अनन्तरं महि टु नाट्यो वर्ग नास्ति कः प्रत्ययस्य उपयोगमस्ति न विभक्तौ तु स्म विल् नाट् अलौ द मट् बि रिमूव् सो महि अवशिष्यते ओके परन्तु हलन्त्यम् इत्यनेन मकारस्य इत्संज्ञा कृत्वा अनन्तरं किं सूत्रम् उपयोगं कर्तव्यं? तस्य लोपः. अस्य लोपः बहु उपयोगि किं कार्यम्. अनन्तरं किम् अवशिष्यते? महि. महि महि नकारः गच्छति. ओके, अवगतं सर्वे? हा, अग्रिमावसरे धातु यत् अस्ति अवशिष्टानि किं कार्याणि तत् कुर्वन्तु. हा, केचन धातवः अत्र स्थापितवती. हा, पञ्चशत् अस्ति इति अहं मन्ये. हा, अन्ये अपि भवन्तः किमपि पश्यन्ति चेत् स्थापयन्तु, आगच्छन्तु कृत्वा. ओके, हा, समापयामः. प्रश्नः अस्ति वा? ओके, चलो. ॐ पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते. ॐ शान्ति शान्ति शान्तिः. धन्यवादः. धन्यवादः.